नमस्कारः सर्वेभ्यः. अद्यतन न्यायचिन्तनवर्गः अस्ति अद्य न्यायशास्त्रपुस्तकस्य अद्यतनविषयः अस्ति परामर्शः एव. तस्मिन् किञ्चित् अग्रे इतोपि सूक्ष्मविषयः, अपि च अग्रे किञ्चित् विषयान्तरं भविष्यति, यत्र स्वार्थ अनुमानम् इति विषये चर्चा भवति. तर्हि सरला भगिनी, गते सप्ताहे अस्माभिः किं पठितं? तस्य 192 इति तमे पुटे द्वितीयपरिच्छेदम् एकवारं पठति वा, तादृशं व्यापकत्वम्. अस्तु, तादृशव्यापकत्वं वह्नो ज्ञायते चेत् धूमस्य व्याप्यत्वं पूर्वोक्ता व्याप्तिः ज्ञातुं शक्यः. कथं? पूर्वोक्तेषु चतुष्टष्ट्याम् अधिकरणेषु वैन्याभाववन्ति यानि षट् पञ्चाशत् अधिकरणानि, तत्र सर्वत्र धूमोऽपि नास्ति. एवं च वैन्याभाव अधिकरणेषु अवर्तनं तादृश अधिकरणनिरूपितवृत्तित्वाभावधूमस्य स्वभावः अस्माभिः ज्ञातुं शक्यः. तस्यैव स्वभावस्य व्याप्तिः इति व्याप्यत्वम् इति वा संज्ञा निरूपितः अयम् अर्थः अस्माभिः प्राक् विशदतया. एवं च यत्र यत्र धूम तत्र अग्निः इति सङ्ग्रहवाक्यं वह्निस्वभावं साध्यस्वभावं व्यापकत्वरूपं ब्रूते. धूमस्य हेतोस्वभाव व्याप्तिः तु विपरीतालो आलोचनेन लभ्यते. अत्र पूर्वं चेस् बोर्ड् इव चित्रम् आसीत् खलु, तद् मनसि निधाय उच्यताम्. अस्तु, अत्र दत्तमस्ति तादृशव्यापकत्वं वह्नो ज्ञायते चेत् धूमस्य व्याप्यत्वं पूर्वोक्ता व्याप्तिः ज्ञातुं शक्या. कथम्? उपरि दत्तमस्ति व्यापकत्वं यत् अधिकरणेषु यत् भवति तत् भवति व्याप्यकत्वम्. अन्यूनद्वेषवृत्ति यत्र न्यूना अधिकरणेषु भवति तत् अस्ति व्याप्यत्वं. यथा चेस् बोर्ड् इति वयं पश्यामः, तत्र चतुष्षष्ट्य स्थलानि सन्ति, तत् तेषु अष्टस्थलेषु वह्नि अस्ति, किन्तु धूम पञ्चस्थलेषु अस्ति. यत्र पञ्चस्थलेषु धूम अस्ति तत्र वह्नि अपि अस्ति, किन्तु वह्नि त्रय स्थलेषु अधिकम् अस्ति. सो वह्नेः वृत्तिः अधिकस्थलेषु अस्ति धूमस्य अपेक्षया. सो यस्य अधिकरे यस्य अधिकराणि अधिकानि तत् भवति व्यापक, यस्य अधिकराणि न्यूना तत् भवति व्याप्य इति वयं पूर्वस्मिन् परिच्छेदे दृष्टवन्तः. अतः इदानीं वदति वयं धूमस्य व्याप्यत्वं पूर्वोक्ता अधिकरणेषु इति दृष्ट्वा उक्तवन्तः. पूर्वोक्तेषु चतुष्षष्ट्याम् अधिकरणेषु वैन्या भाववन्ति यानि षट् पञ्चाशत् अधिकराणि, तत्र सर्वत्र धूमोऽपि नास्ति. शेष पञ्चाशत् इति स्थलानि यानि सन्ति तत्र वैन्या अभावः अस्ति. न केवलं वैन्या अभावः किन्तु धूमा अभावः अपि अस्ति. सो यत्र यत्र वैन्या अभावः अस्ति तत्र धूमाभावः अपि अस्ति. एवं च वैन्याभाव अधिकरणेषु अवर्तनं तादृश अधिकरणनिरूपितवृत्तित्वाभावधूमस्य स्वभावः अस्माभिः ज्ञातुं शक्नुमः. इदानीम् एतत् वाक्यं भवति व्याप्तिः, तस्य लक्षणं कथं, यत्वहिन्याभाव अधिकरणेषु अवर्तनं इत्युक्ते यत्र वैन्याभावः अस्ति तत्र धूमाभावः अपि अस्ति, तेषु अधिकरणेषु धूमाभावस्य विद्यमानत्वं नास्ति इति. तादृश अधिकरणनिरूपित यत्र धूमाभाव तादृश अधिकरणनिरूपितवृत्तित्वाभाव धूमस्य स्वभावः. सो यानि अधिकरणानि यत्र साध्याभाव वा वैन्याभाव अस्ति तत्र अधिकरणं तत् निरूपित तस्मिन् अधिकरणनिष्ठ अधिकरणता निरूपित वृत्तित्वाभाव यानि धूमनिष्ठ वृत्तित्वाभाव तत्र भवति. एतद् भवति धूमस्य स्वभाव. यथा 186 पृष्ठं वयं दृष्टवन्तः अधिकरण अभाव वैन्या अभाव यत्र अस्ति तत् अभाव ये यानि अधिकरणानि अस्ति तत् अधिकरणस्य वृत्तित्वं धूमाभाव तत्र अस्ति. अतः अन्यरीत्या अत्र दत्तमस्ति यत्र वैन्याभावः अस्ति. पूर्वं वयं दृष्टवन्तः यत्र अधिकरणेषु वहिनी यत्र वर्तते इदानीम् अभावः स्वीकृत्य दत्तमस्ति. वैन्याभावः अधिकरणेषु अपि धूमाभावः वर्तते. अतः तेषु अधिकरणनिष्ठ अधिकरणता निरूपित धूमनिष्ठ वृत्तित्वा तत् अभावः धूमे अस्ति इति. तस्यैव स्वभावस्य व्याप्तिः इति व्याप्यत्वं वा संज्ञा. सो तादृश स्वभावस्य यत् अस्ति साध्याभावाधिकरणवृत्तित्वाभावधूम इति भवति व्याप्तिः संज्ञा. निरूपितः अयम् अर्थः अस्माभिः प्राक् विशदतया वयं स्पष्टी दीर्घत्वे सम्बन्ध उद्दिश्य अपि विशेषत्वादि आश्रय भावत्वमिति उद्दिश्य पूर्णदीर्घरूपेण निरूपकभावः दृष्टवन्तः. एवं च यत्र यत्र धूम तत्र अग्निः इति सङ्ग्रहवाक्यं वहन्या स्वभाव साध्यस्वभाव व्याप्यकतरूपं ब्रूते. सो यत्र यत्र धूम इत्युक्ते यत्र यत्र धूम अधिकरण अस्ति तत्र अग्निः तत्र साध्य अपि अस्ति. यत्र हेतो अस्ति तत्र साध्य अवश्यम् अस्ति इति भवति साध्यस्वभावव्यापकत्वरूपम्. धूमस्य हेतो स्वभावव्याप्ति अस्तु विपरीतालोचनेन लभ्यते. इदानीं विपरीत यानि यत्र वहन्याभावः अस्ति तत्र हेतोभाव धूमाभावः अपि अस्ति. विपरीतत्वेन यानि व्यतिरेकसहचारेण वयं साधितवन्तः. अत्र यः व्यापकः सः साध्यः, यः व्याप्यः सः हेतुः इति अपि अस्ति. लक्ष्मी भगिनी स्पष्टं वा, प्रश्नः अस्ति वा? प्रश्नमस्ति अस्तु, तर्हि अग्रे भगिनी पठति वा इदानीं स्वयं? ओ मध्ये वर्गे किं किञ्चित् उक्तं तत्र पुस्तके नास्ति. किम् उक्तम् इत्युक्ते एकः नियमः अस्ति इति, यत्र यत्र व्याप्यः तत्र व्यापकः इति वाक्यस्य शैली अस्ति खलु. यत्र यत्र धूमः तत्र अग्निः, तत्र एकः नियमः अस्ति. नियमे व्याप्यस्य वर्णनं प्रथमं वक्तव्यमस्ति. तस्य नियमेन एव वाक्यम् एवम् अस्ति, नियमः अस्ति, व्याप्यस्य वर्णनं प्रथमं करणीयम्, अनन्तरं व्यापकस्य. तेन नियमेन विग्रहवाक्यं व्याप्तिवाक्यम् एवं भवति, यत्र यत्र यत्र यत्र व्यापक व्याप्यः तत्र व्यापकः इति वक्तव्यं भवति, विपरीत क्रमेण न वक्तव्यम्. व्याप्यस्य कथनं पूर्वं व्यापकस्य ततः परम् एवं परिच्छेदव्याप्तिः अस्ति इति श्लोक कुमारभट्टाचार्यस्य अस्ति वार्तिकम्. अनुभव तत्तु अनुभवे अपि तत् असत्यं भवति. किमर्थं चेत् यदि विपरीतरीत्या वदामः यत्र यत्र अग्निः तत्र तत्र धूमः, तत् सत्यं नास्ति खलु. सर्वदा तत्र धूमः न अस्ति एव, यत्र अग्निः अस्ति. किन्तु किन्तु विपरीतं सत्यमेव, यत्र धूमः अस्ति तत्र अवश्यम् अग्निः अस्ति. किन्तु किमर्थम् इत्युक्ते धूमः धूमः अग्नि अग्नेः जायते इति कृत्वा यत्र यत्र धूमः तत्र तत्र अग्निः, किन्तु विपरीतं सत्यं नास्ति. सत्यम् अपि च विपरीतेन वक्तुं शक्नुमः, यत्र यत्र वह्निः अभावः तत्र धूमाभावः. तत्र कः व्यापकः? तत्र व्यापक अधिकदेशवृत्तित्वं वह्निः अभावस्य अस्ति खलु, धूमाभावस्य अधिकदेशवृत्तित्वं, वह्निः अभावस्य न्यूनदेशवृत्तित्वं खलु. तत्रापि व्याप्य व्यापक प्रथमं व्याप्यम् अनन्तरं व्यापकः इति एव अस्ति. अपि च उक्तं तत्र यस्य वर्णम् अग्रे क्रियते, तत्र वाक्यमासीत् खलु साध्याभाव अधिकरणवृत्तित्व अभावः धूमस्य स्वभावः इति अस्ति खलु, इति लक्षणवाक्यम् इति अस्माभिः पठितं. तत्र स च लक्षणं दोषग्रस्तः अस्ति. किमर्थम्? एकः अस्ति प्रमेयत्वम् इति पदार्थः अस्ति. प्रमेयत्वम् इति साध्यमिति स्वीकुर्मश्चेत् तस्य अभावः न कदापि वर्तते. प्रमेयत्वं यदा आकाशः अपि च अहं चिन्तयामि, तस्य अभावः न कदापि वर्तते. तर्हि यस्य अभावः न कदा वर्तते तर्हि साध्य अभावः निरूपितवृत्तित्व अभावः कस्यापि स्वभावः न भवति खलु. साधु यस्य अभावः न वर्तते तस्य एतादृशवाक्यं न सम्यक् न भवति. साध्याभावः अधिकरणवृत्तित्वनिरूप निरूपित अभावः कस्यापि स्वभावः न भवति. तदर्थं कुत्रचित् एषः भवति दोषः, तदर्थम् एषः लक्षणवाक्यम् एतत् लक्षणवाक्यं न सर्वदा न साधु इति द्रोणमहोदयेन उक्तं वर्गे. केवलं धूमवर्ण्य तत्र सन्मित भवति एतत् वाक्यं. बहुषु स्थलेषु भवति, केषुचन स्थलेषु न भवति, सम्यक् न भवति. तर्हि भिन्नरीत्या वक्तव्यम् इति प्रायः अग्रे आगच्छति. खलु अग्रे भगिनी पठति वा इदानीं? इदानीं स्वयं धूमस्वभावम् आह साहचर्यनियमः व्याप्तिः इति. साहचर्यं समानाधिकरण्यं तस्य नियमः अपरित्यागः. सामानाधिकरण्यं तस्य नियमः अपरित्यागः. धूमः वह्निसामानधिकरण्यं न परित्यजति इति तदर्थः. यदि हि धूमः वह्न्यभाव अधिकरणे अपि भवेत् वह्निसामानधिकरण्यं त्यजेत् नैवं विधः सः, अर्थात् वह्न्यभाव अधिकरणे न भवति इति लभ्यते. तेन च धूमः वह्न्यभाव अधिकरणनिरूपित पृथित्वभाववान् इति पूर्वोक्तः व्याप्तिपदार्थः वाक्यात् एव लभ्यते. साम्प्रदायिकनाम् अत्रत्य वर्णनप्रकारः तिष्ठत्वात् उपेक्षितः. अस्तु, इदानीं स्वयं धूमस्वभावम् आह साहचार्यनियमः व्याप्तिः इति. धूमस्य स्वभावः अस्ति साहचर्यनियमः व्याप्तिः इति. पूर्वस्मिन् पुटे स्थूलाक्षरैः अस्ति खलु, यत्र यत्र धूमः तदेकवारं पठतु. यत्र यत्र धूमः तत्र तत्र अग्निः इति साहचार्यनियमः व्याप्तिः. ओ अस्तु, व्याप्यस्य पर्वतादिवृत्तित्वं पक्षधर्मता. अस्तु, इदानीं तस्य द्वितीयभागस्य वदति, यत्र यत्र धूमः तत्र अग्निः इति वाक्यस्य इति वाक्यं न इति इति भागस्य विवरणं पूर्वस्मिन् परिच्छेदे उक्तं खलु. तेन वह्निस्वभावं साध्यस्वभावम् इति ब्रूते. यत्र यत्र धूमः तत्र अग्नि, हा द्वितीयभागः अग्रे, हा साहचर्यं समानाधिकरणीयं, तस्य नियमः अपरित्यागः. साहचर्यम् इत्युक्ते समानाधिकरणीयं, वह्निः भूमयोः अधिकरणं समानः इति. कयोः मध्ये समानाधिकरणं, वह्निः भूमयोः मध्ये? आम् आम्, पर्वतः तत्र पक्षः एव अधिकरणं ददाति. अस्तु, अस्मिन् सन्दर्भे महानस्य भिन्नरूपः यत्किमपि अधिकरणम् अस्ति वन्यः, स एव अधिकरणं हेतुः अपि भवति इति. अस्तु, धूमः वह्निसामानाधिकरण्यं न परित्यजति इति तदर्थः. अस्तु, साहचर्यम् इत्युक्ते, अस्तु, अत्र वाक्यस्य कथन वाक्यस्य आशयः अस्ति साहचर्यम् इत्युक्ते किं. साहचर्यनियमः इत्युक्ते व्याप्य व्यापकः व्याप्ये व्याप्य तयोः मध्ये सामानाधिकरणीयं भवति इति. धूमः वह्निः तयोः मध्ये सामानाधिकरणीयं न परित्यजति इति तदर्थः. साहचर्यनियमः इति भागद्वयमस्ति खलु, साहचर्यं समानाधिकरण्यं, नियमः अपरित्यागः इति. अस्तु, आङ्ग्लभाषायाम् इन्वेरियबल् इन्वेरियबल् कान्कोमिटन्स् इति वदन्ति. अस्तु, यदि धूमः वह्नि अभाव अधिकरणे अपि भवेत् वह्निसामानाधिकरण्यं त्यजेत्. यदि धूमः यत्र वह्निः नास्ति तत्रापि धूमः भवति तदा वह्निसामानाधिकरण्यं त्यजेत्. वह्निः धूमयोः मध्ये समानाधिकरणं न भवति, नास्ति एव. तस्य अर्थमस्ति वह्निद्वयोः मध्ये समानाधिकरण्यं नास्ति. अतः तत्तु विरोधः, अनुभवस्य विरोधः. नैवं विदः सः सः न एवं विदः, सः धूमः सः धूमः एवं विदः नास्ति. अर्थात् वह्न्यभावाधिकरणे न भवति इति लभ्यते. वह्नि अभावाधिकरणे पूर्वं दृष्टवन्तः, वह्नि अभावाधिकरणे भूमः नास्ति एव, अतः सामानाधिकरण्यं न परित्यजति. तेन च धूमः वह्नि अभावः अधिकरणनिरूपितवृत्तित्वाभाववान् इति पूर्वोक्तः व्याप्तिपदार्थः वाक्यात् एव लभ्यते. पूर्वोक्तः व्याप्तिपदार्थः यत्र यत्र धूमः तत्र अग्निः इति साहचार्यनियमः व्याप्तिः इति तत्त्वमहोदय व्याप्तेः लक्षणमस्ति खलु. अपि च एतद् वाक्यं वग्निया साधे अभाव अधिकरण निरूपित इति पूर्वम् अस्माभिः पठितं खलु. एतद् वाक्यं इति वाक्यात् इति पूर्वोक्तः वाक्यात् एव व्याप्तिपदार्थः लभ्यते. व्याप्तिः इत्युक्ते तत्सर्वं साध्य अभावाधिकरणनिरूपितवृत्तित्वभाववान् अभाववत्वम् इति व्याप्तिः. व्याप्ति पदार्थस्य लक्षणमस्ति साध्य अभावत् वृत्तित्व अभाव वृत्तिवभावत्वम् इति व्याप्तिपदार्थस्य लक्षणं. धूमः अस्ति वह्नियभावाधिकरणनिरूपित वृत्तित्व अभाववान् इति धूमस्य लक्षणं खलु. अस्तु अस्तु तत् धूमः धूमस्य अस्मिन् लक्षणवाक्यम् एतत् लक्षणवाक्यं पूर्वोक्ति व्याप्तेः लक्षणवाक्यात् लभ्यते इति साध्य अभावात् वृत्तित्वभावं साध्य अभावे आवृत्तित्वम् इति तस्मात् लक्षणवाक्यात् एव तत् एतत् धूमस्य लक्षणवाक्यमपि लभ्यते इति कथनस्य आशा. अस्तु साम्प्रदायिकानाम् अत्रत्यवर्णनप्रकारः तिष्ठत्वात् उपेक्षितः एतादृशवर्णनप्रकारः क्लिष्टकरमस्ति इति कृत्वा तत् उपेक्षितः. कीदृश साम्प्रदायिकाः ते उपेक्षितवन्तः कीदृशलक्षणवाक्यं ते पश्यन्तः इत्युक्ते वह्न्यभाव अधिकरणनिरूपित वृत्तित्वभाववान् तथा न तत् अत्र उक्तम् अत्र साम्प्रदायिकाः भिन्न भिन्न भिन्ननैयायिकाः ते किं वदन्ति अत्र अत्र न उक्तं किन्तु ते तेषां यत् वर्णनम् अस्ति तत् क्लिष्टः अस्ति क्लिष्टपूर्णः अस्ति. तदर्थं तेषां यः वर्णनप्रकारः अस्ति तत् अत्र उपेक्षितः ओवर्लुक् भवति न उक्तम् अत्र उपेक्षितः. अस्तु साम्प्रदायिकाः न उपेक्षितवन्तः किन्तु अत्र अस्मिन् पुस्तके अत्र उपेक्षितः तिष्ठत्वात्. अस्तु महोदय अत्रत्य वर्णनप्रकारम् अत्रत्य ये साम्प्रदायिकाः ते कथं व्याप्तेः वर्णनं कुर्वन्ति तदत्र न उक्तः. अस्तु सिद्धान्तिना तत् किम् अस्ति न जानामि के उक्तम् किन्तु यत् अत्र यत् उक्तं तदेव साधु. कोऽपि भिन्न भिन्नवर्णम् इच्छति चेत् अत्र तथा न उक्तम्. अन्य प्रश्नः अस्ति वा? अग्रे अस्ति वा? सरला भगिनी अग्रे पठति वा? एतावता परामर्शविषयीभूता व्याप्तिः अर्थात् पदैः च निरूपिता इदानीं व्याप्तिविशिष्ट पक्षधर्मताज्ञानं परामर्श इति परामर्शलक्षणे या पक्षधर्मता प्रविष्टा ताम् आह व्याप्यस्य इति व्याप्तस्य धूमादि पर्वत आदिवृत्तित्वं पर्वत आदिनिरूपितसंयोगसम्बन्धावच्छिन्नवृत्तित्वं पक्षधर्मता तत् अवगाहि ज्ञानं पक्षधर्मता ज्ञानम् इदं च पर्वतो धूमवान् इत्याकारकं पर्वतः वह्नि व्याप्य धूमवान् इत्याकारकं वा उभयविधं शक्यं धर्तुम् उभयम् अपि तत् अवगाहति एव पर्वतधूमयोः सम्बन्धम् अतः उभयं पक्षधर्मता ज्ञानं प्रामाण्यमात्रविषयकत्व न परामर्शः तत्र व्याप्तेरपि भाणाद्वितीय द्रष्टव्यम् एतावता परामर्शविषयीभूता व्याप्ति इत्युक्ते परामर्शज्ञानम् अस्ति तस्मिन् व्याप्तिविषयक तदस्ति एक व्याप्तिविषयकज्ञानं सो व्याप्ति परामर्शज्ञाने विषयी भवति सो व्याप्तिविषयी भूता इति भवति व्याप्तिः अर्थात् इति अत्र अव्ययपदं नास्ति तस्य हेतोः यथा उपरि वयं दृष्टवन्तः विस्तरेण व्याप्तिः कथं भवति एतस्य अधिकरणव्यस्त्रसाध्या अधिकरणेषु अस्ति व्याप्यकत्वम् अव्याप्यत्वं तस्य न्यूनदृशमस्ति अस्ति वा परिचत्वेन यत्र वैन्याभाव न्यूनदेशे अस्ति धूमाभाव अधिकदेशे अस्ति इति वयं दृष्टवन्तः धूमस्य स्वभाव च पदैः च निरूपिते साहचर्यनियम इति यथा वयं उपरि दृष्टवन्तः तयोः मध्ये धूमवहन्यो वा स्वाध्यायितो मध्ये नियमेन ते वर्तते द्वयोः मध्ये समानाधिकरणं नियमेन वर्तते इति वयम् उपरि निरूपितवन्तः इदानीं व्याप्तिविशिष्ट पक्षधर्मता ज्ञानं परामर्शयति परामर्शलक्षणे या पक्षधर्मता प्रविष्टा ताम् आह व्याप्यस्य इति इदानीं परामर्शज्ञानस्य वयं जानीमः द्वाभ्यां ज्ञानाभ्यां परामर्शज्ञानम् उत्पद्यते एकम् अस्ति व्याप्तिविषयीभूतज्ञानम् अन्यम् अस्ति पक्षधर्मता ज्ञानं यदा परामर्शज्ञाने परामर्शलक्षणं यत् वयं दृष्टवन्तः व्याप्यस्य पर्वतादिवृत्तित्वं पक्षधर्मता इति तस्मिन् यत् बलं पक्षधर्मता निवेशित अस्ति तस्य व्याप्यस्य इति वयं पूर्वम् उक्तवन्तः इदानीं पक्षधर्मता किम् अस्ति तस्य विवरणं कुर्मः व्याप्य एकनिमिषं पूर्वस्मिन् पुटे स्थूलाक्षरैः वाक्यद्वयं लिखितं खलु यत्र यत्र धूमः तत्र तस्य द्वितीयवाक्यं पर्वतादिवृत्तित्वं पक्षधर्मता तस्य वर्णनम् अस्मिन् परिच्छेदे क्रियते द्वितीय प्रथमवाक्यस्य पूर्वं परिच्छेदद्वये उक्तम् इदानीं द्वितीयवाक्यं व्याप्यस्य इति तद् वाक्येन किं किम् इति अग्रे उच्यते अस्तु सो व्याप्यस्य व्याप्यस्य इत्युक्ते धूमस्य अत्र धूमादे पर्वत आदिवृत्तित्वं धूमादे इति भवति एकं धूम आदि इति उदाहरणं यत् पर्वत आदिवृत्तित्वं यत् अधिकरणेषु पर्वत इति दत्तमस्ति यत् साध्याभावाधिकरणम् अस्ति तत् पर्वत इति तस्य उदाहरणम् अस्ति आदिवृत्तित्वं यस्मिन् यत् वृत्तित्वं पर्वतस्य अधिकरणनिष्ठ या अधिकरणता निरूपति वृत्तित्वं के वृत्तित्वं कुत्र अस्ति अत्र तत् वृत्तित्वं भवति धूमनिष्ठ वा वह्निनिष्ठ तत्र भवति पर्वता आदि निरूपितसंयोगसम्बन्धावच्छिन्नावृत्तित्वं पक्षधर्मता. तो तस्य पुनः स्पष्टीकरणार्थम् इति दत्तमस्ति पू पर्वता आदि निरूपित मीन्स् यत् अधिकरणं यत् अधिकरणे साध्या भाव साध्याभाव अधिकरणवृत्तित्वम् अस्ति तत् निरूप अत्र तावत् पूर्वस्मिन् परिच्छेदे उक्तम् अत्र केवलं पर्वतवृत्तित्वं व्याप्यस्य पक्षे वृत्तित्वम् अधिकरणे वृत्तित्वं पर्वतादिवृत्तित्वं कथं तस्य विस्तारणं कथं तद्वृत्तित्वं पर्वतादिनिरूपित संयोगसम्बन्ध अवच्छिन्नवृत्तित्वं धूमपर्वत उदाहरणे संयोगसम्बन्ध अवच्छिन्नवृत्तित्वं किन्तु किं तत्र घटः वर्णः यत्र यत्र घटः तत्र घटस्य वर्णः अस्ति खलु किमपि वर्णः भवेत् तत्र समवायसम्बन्धः अस्ति खलु तादृशवाक्यं स्वीकुर्मश्चेत् यत्र यत्र घटः तत्र तत्र वर्णः किमपि वर्णः भवतु किमपि वर्णः भवेत् खलु तत्र समवायसम्बन्ध अवच्छिन्न तत्र पक्षादिनिरूपित समवायसम्बन्ध अवच्छिन्नवृत्तित्वं पक्षधर्मता भवति अत्र पर्वतवह्नियोः पर्वतयोः संयोगसम्बन्ध अवच्छिन्नवृत्तित्वम् अस्ति वृत्तित्वम् अस्ति तत् पर्वतनिष्ठ अधिकरणता यत् निरूपति वृत्तित्व आधेयता वह्निनिष्ठ सा एव अधिकरणता पर्वतनिष्ठ अधिकरणता अपि निरूपति धूमनिष्ठवृत्तित्वम् अपि सो द्वयोः मध्ये धूम अपि वह्न्यो द्वयोः मध्ये समान सत्यं समानाधिकरणमस्ति अस्तु यत् समानाधिकरणम् इति तत् यथावन्तः सहचार्यनियम अति अत्र अस्ति तस्मिन् पक्षधर्मता अवगाहि ज्ञानं पक्षधर्मता ज्ञानम् इति वदति सो पक्षधर्मता इति धर्मता इति युक्ते सम्बन्ध तत् सम्बन्ध पक्षस्य सम्बन्ध व्याप्यस्य यत् अस्ति तत् भवति पक्षधर्मता ज्ञानम् इदं च पर्वतो धूमवान् इत्याकारकं पर्वतवेणिव्यापधूमवान् इत्याकारकं च उभयविधं शक्यं दातुं यदि पक्षधर्म केवलं पक्षधर्मता ज्ञानं यदि वयं वदामः पूर्व पर्वतो धूमवान् तदपि भवति पक्षधर्मता कारणकि धर्मता इत्युक्ते सम्बन्ध पक्ष जो हेतोः सम्बन्ध पर्वत पर्वतो धूमवान् पर्वत अयं पर्वत धूमवान् अस्ति यत्र तयोः मध्ये सम्बन्धः अस्ति धूमवान् अपि संयोगसम्बन्ध धूमवान् इत्युक्ते पर्वतधूमयोः संयोगसम्बन्धः इति वयं इति भवति वा न भवति पर्वतधूमवान् एतत् पक्ष एकं वाक्यम् इति अस्ति किन्तु तत् अत्र धूमस्य कीदृशधूमस्ति तत्र न उक्तं यदि वह्नी व्याप्य धूमवान् पर्वतवह्नी व्याप्य धूमवान् तत्र पर्वत पक्ष अस्ति यत् धूम अस्ति तद्वह्नी व्याप्य अस्ति तत् आकारकम् अपि ज्ञानं दत्ति पक्षधर्मतास्य धर्मतात्वस्य ज्ञानं ददाति सो द्वे पदे पर्वतो धूमवान् अपि पर्वतवह्नी व्याप्य धूमवान् द्वे पदे द्वे पदे ते उक्तवत् द्वे पदे उक्तवते उक्ते वयं पक्षधर्मता ज्ञानं प्राप्नुमः किन्तु उभयमपि तत् अवगाहते एव पर्वतभूमयो सम्बन्ध. सो द्वयोः द्वयं वाक्यं द्वयं किन्तु एकम् अर्थम् अस्ति पर्वतभूमयो सम्बन्ध. अतः उभयं पक्षधर्मता ज्ञानं. सो द्वयो वाक्य वाक्य द्वे वाक्ये पक्षधर्मता तस्य ज्ञानं विवरति. तान् मात्रविषयकतूनपरमाश किन्तु वयं दृष्टवन्तः पक्षधर्मता केवलं पक्षधर्मता परामर्शज्ञानं नास्ति. परामर्शज्ञानस्य द्वे दलं द्वेन्दले स्तः एकमस्ति व्याप्तीभूत, अन्यतमस्ति पक्षधर्मता. सो तत्र व्याप्ती अपि घानात् इति द्रष्टव्यं. सो अतः परामर्शज्ञाने न केवलं पक्षधर्मता अपि व्याप्ती व्याप्तीभूतविषयकज्ञानमपि निवेशयम्. अत्र उभयमपि तत् अवगाहते. तत् इत्युक्ते किम्? उभयमपि तत् अवगाहते एव पक्षधर्मता. न उभयमपि उभयमवगाहते उभयमपि पक्षधर्मता अवगाहते. उभयमपि ज्ञानम् अवगाहते. पर्वतद्वयोः सम्बन्धज्ञानमेव अवगाहते. उभयमिति द्वे वाक्ये पर्वतधूमवान् पर्वतवर्णी व्याप्यधूमवान् इति भवति उभयं. किं सत्यं तत् अवगाहते मीन् ज्ञानम् अवगाहते. अत्र पर्वतः धूममान् इति पक्षधर्मताज्ञानं, किन्तु पर्वतः कीदृशः धूमः? बह्निव्याप्य धूमः, तादृशधूमवान् इति परामर्शज्ञानमेव. न केवलं धूमवान् किन्तु धूमे व्याप्तिः अस्ति, वह्नेः व्याप्तिः अस्ति इति द्वितीयं ज्ञानं मिलित्वा परामर्शः. ज्ञानद्वयं भवती उक्तं, ज्ञानद्वयम्, एकं व्याप्तिज्ञानम् एकं पक्षधर्मताज्ञानं मिलित्वा परामर्शः. साधु. अत्र वर्गे उक्तं, अग्रे आगच्छति अग्रे. अत्र किम् अस्मिन् विषये किम् उक्तं? भानम् इत्युक्ते ज्ञानमेव. तत्र व्याप्तेः अपि भानात् ज्ञानात् इति द्रष्टव्यं. तावदेव इति. लक्ष्मी भगिनी, प्रश्नः अस्ति वा? नास्ति महोदय. इत्युक्ते किं बुद्धमिति स्वशब्दैः वदतु वदतु कृपया. अस्तु, इतः पर्यन्तं वयं परामर्शः इति व्याप्तिपदेन वयं परामर्शः इति किम् इति निरूपितवन्तः. अधुना पक्षधर्मता इति अपि परामर्शस्य लक्षणवाक्य अस्ति. कुत्र परामर्शस्य लक्षणवाक्यम् अस्ति इति अहं पुटद्वयं 189 व्याप्तिविशिष्टपक्षधर्मताज्ञानं परामर्शः. आम्, व्याप्तिविशिष्टपक्षधर्मताज्ञानं परामर्शः. अधुना अत्र पक्षधर्मता इति पदमपि तत्र निवेशितः. अतः अत्र तस्य व्याप्तिविशिष्टपक्षधर्मताज्ञानं परामर्शः अस्तु. अस्तु, अत्र पक्ष इति इदानीं व्याप्तिविशिष्टपक्षधर्मताज्ञानं परामर्शः इति परामर्शलक्षणे या पक्षधर्मता प्रविष्टा ताम् आह व्याप्यस्य इति. अस्तु, तस्य परामर्शस्य पक्षधर्मता तस्य अपरं नामकरणमस्ति व्याप्त्यस्य, खलु? अत्र भवतः पक्ष किं किं पठितं? व्याप्तिविशिष्ट पक्षधर्मता ज्ञानं परामर्श इति आसीत् खलु? आम्. तत्र प्रथमभागः व्याप्तिविशिष्टः. तर्हि व्याप्तिः कः, व्याप्तिः का इति 191 तमे पुटे यत्र एतद् धूमः सहचर्यनियमः व्याप्तिः इति व्याप्तिः उक्तम्. द्वितीयवाक्ये पक्षधर्मता का, व्याप्यस्य पर्वतादिवृत्तित्वं पक्षधर्मता इति द्वितीयभागस्य वर्णं द्वितीयवाक्ये तस्मिन् स्थूलाक्षरैः उक्तम्. अस्तु, व्याप्यस्य पर्वतादिवृत्तित्वम् अस्तु इति तदेव पक्षधर्मता. पक्षधर्मता आम्, तदेव तदेव पक्षधर्मता आम्. ताम् आह इति ताम् उक्त, तां पक्षधर्मताम् इति उक्तमस्ति व्याप्यस्य इति वाक्येन. पक्षधर्मता या प्रविष्टा तामेव व्याप्यस्य इति वाक्येन विवृतम्. तां पक्षधर्मताम् अस्तु अस्तु. सो व्याप्य पक्षधर्मता इत्युक्ते व्याप्यस्य पर्वतादिवृत्तित्वम् इति. तदेव अग्रे उक्तं व्याप्यस्य इत्युक्ते धूमादेः इटालिक्स् मध्ये खलु सैव वाक्यं व्याप्यस्य पक्ष व्याप्यस्य पर्वतादिवृत्तित्वं पक्षधर्मता. तद् वाक्यं स्वीकृत्य अग्रे पठतु कृपया. व्याप्यस्य धूमादेः पर्वतादिवृत्तित्वं पर्वतादिनिरूपितसंयोगसम्बन्ध अवच्छिन्नवृत्तित्वं पक्षधर्मता. पर्वतः धूमवान् इति इत्युक्ते पर्वतः धूमयोः मध्ये संयोगसम्बन्धः अस्ति. अतः पर्वतादिवृत्तित्वम् इति वदनेन वृत्तित्वम् इत्युक्ते आदेयः पर्वतादि धूमस्य पर्वतादिवृत्तित्वम् इति इत्युक्ते पर्वतादिनिरूपितसंयोगसम्बन्ध अवच्छिन्नवृत्तित्वम् इति पक्षधर्मतायाः लक्षणमस्ति. तद् अवगाहि ज्ञानं पक्षधर्मताज्ञानं. पक्षधर्मता इत्युक्ते धूमस्य पर्वतादिवृत्तित्वं. ज्ञानस्य स्वरूपं किं किं किम् इत्युक्ते पर्वतादिनिरूपितसंयोगसम्बन्ध अवच्छिन्नवृत्तित्वम् इति ज्ञानस्य स्वरूपम्. इदं च पर्वतः धूमवान् यदि पर्वतः धूमवान् इत्याकारकं पर्वतः वह्निव्याप्य धूमवान् इत्याकारकं वा उभयविधं शक्यं धर्तुं. इदमित्युक्ते पक्षधर्मता ज्ञानम्. इदं ज्ञानं पर्वतः धूमवान् अथवा पर्वतः वह्निव्याप्य धूमवान् इति आकारकद्वयं तस्मिन् ज्ञाने अस्ति. उभयमपि तत् अवगाहते एव पर्वतधूमयोः सम्बन्धम्. अस्तु, पर्वतधूमयोः कीदृशसम्बन्धः इत्युक्ते संयोगसम्बन्धः तु अस्ति एव. तत् पर्वतः धूमवान् किन्तु धूमः कीदृशधूमः इत्युक्ते वह्निव्याप्य धूमः, वह्निविशिष्टधूमः. अतः पर्वतः वह्निव्याप्य धूमवान् इति वदनेन पर्वतधूमयोः सम्बन्धमपि ज्ञाने ज्ञानस्य आकारकं ज्ञानस्य स्वरूपम्. कीदृशः सम्बन्धः संयोगसम्बन्धः अपि च द्वितीयसम्बन्धः कः पर्वतादिनिरूपित आधाराधेयसम्बन्धः. आधाराधेय इति न जानामि, किन्तु व्याप्यव्यापकत्वसम्बन्धः तु अस्ति खलु. व्याप्यव्यापकसम्बन्धः तु तत्तु वह्येः भूमयोः मध्ये. क्षम्यतां सत्यं सत्यं संयोगसम्बन्धः एव. साधु साधु, क्षम्यताम्. अस्तु, उभयमपि तद् अवगाहते एव पर्वतभूमयोः सम्बन्धम्। अतः उभयं पक्षधर्मताज्ञानं, पक्षधर्मताज्ञानं तस्य अंशद्वयम् अस्ति, पर्वतः धूमवान्, पर्वतः वह्निव्याप्य धूमवान्, वह्निव्याप्य धूमवान् इति द्वयोः ज्ञानं ज्ञानद्वयं मिलित्वा एव पक्षधर्मता ज्ञानं लभ्यते। तावन्मातृविषयकः तु न परामर्शः। किं ज्ञानद्वयं मिलित्वा? पर्वतः धूमवान्, पर्वतः वह्निव्याप्य धूमवान्। न, तथा नात्र उक्तं पर्वतः धूमवान् अथवा पर्वतः वह्निव्याप्य समानम्, उभयविधं वक्तुं शक्नुमः। आम्, किन्तु उभयविधं वक्तुं शक्नुमः, किन्तु केवलं धूमवान् वदनेन पूर्वं दृष्टवन्तः खलु, यदि धूमवान् वदनेन वयं वदनेन तत्र परामर्शस्य ज्ञानं न भवति। वह्निव्याप्य धूमवान् इति वदनेनैव इति वाच्यमेव तत्र परामर्शज्ञानद्वयं यथा भवत्या उक्तं, किन्तु पक्षधर्मताज्ञानमेकमेव। उभयमपि पक्षधर्मताज्ञानम् एकं ज्ञानम्, उभयमेकं ज्ञानं, परामर्शः भवत्या यदुक्तं तथा। ओ आम् अस्तु, अधुना समीचीनं किञ्चित् वा भ्रमः जायते। अस्तु, तावन्मातृविषयकः तु न परामर्शः। अस्तु, आम्, परामर्शः तु किमर्थं चेत् परामर्शे ज्ञानद्वयम् अपेक्षितं, पक्षधर्मताज्ञाने ज्ञानद्वयं न अपेक्षितम्। अतः एव उक्तं तावन्मातृविषयकः तु न परामर्शः, तत्र व्याप्तेः अपि भानात् इति द्रष्टव्यम्। परामर्शज्ञाने व्याप्तिज्ञानमपि अवश्यं, परामर्शज्ञाने व्याप्तेः ज्ञानमपि आवश्यकं, व्याप्तेः ज्ञानमपि भासते परामर्शज्ञाने। पक्षधर्मताज्ञानं व्याप्तेः ज्ञानं द्वयोः मिलित्वा परामर्शज्ञानं। साधु, प्रश्नः अस्ति वा अस्मिन् विषये? न महोदय, साधु महोदय। नो चेत् अग्रे लक्ष्मीभगिनी पठति वा पुनः अनुमानं द्विविधम्, इदानीं विषयान्तरं भवति, नूतनविषयः। ओ अस्तु, अस्तु महोदय। आम्, अनुमानं द्विविधं, स्वार्थं परार्थं च। तत्र स्वार्थं स्व अनुमित्तेः हेतुः, तथा हि स्वयमेव भूयात् अदर्शने भूयो दर्शनेन तत्र धूमस्तत्र अग्निरिति, यत्र धूमस्तत्र अग्निरिति महानस आदौ व्याप्तिं गृहीत्वा पर्वतसमीपं गतः, तद्गते चाग्नौ सन्दिहानः पर्वते धूमं पश्यन् व्याप्तिं स्मरति, यत्र धूमस्तत्र अग्नि इति। तदनन्तरं वह्निव्याप्य धूमवान् अयं पर्वतः इति ज्ञानम् उत्पद्यते, अयमेव लिङ्गपरामर्श इति उच्यते। तस्मात् पर्वतः वह्निमान् इति ज्ञानं अनुमतिः उत्पद्यते, तदेतत् स्वार्थ अनुमानम्। अस्तु, अनुमानं द्विविध अनुमानम् अस्ति, पूर्वं दृष्टवन्तः। अनुमानम् इत्युक्ते तत्र अनुमानम् इति पदे, अनुमान इति पदे त्रयः भागः अस्ति, अनु मा अन। तत्र प्रथमं मा इत्युक्ते ज्ञानं, ज्ञानस्य प्रथमं किमपि ज्ञानं जायते, तदनन्तरं अन्य क्रियया पुनः अन्यज्ञानं जायते, नूतनजायमानं ज्ञानम् अनुमानम् इति उच्यते खलु। अनुमानमिति ज्ञानं न, अनुमानमिति कारणं, अनुमानमिति असाधारण, ओ अनुमानमिति असाधारणकारणं, अनुमितेः असाधारणकारणम् अनुमितेः असाधारणकारणम् अनुमा इति भवति ज्ञानं पश्चात् जायमानज्ञानम् अनुमा सा अनुमितिः अनुमा अथवा अनुमतिः सत्यम् अनुमानम् इति कारणं कारणम् अथवा असाधारणं कारणम् असाधारणं कारणम् अस्तु तत्र असाधारणकारणं द्विविधमस्ति स्वार्थं परार्थं च तत्र स्वार्थं स्व अनुमितिहेतुः स्वार्थम् इत्युक्ते स्व अनुमितिहेतुः तत्र स्वेन अनुमितिज्ञानं लब्धुं हेतुः भवति स्वार्थम् इति वक्तुं शक्नोमि वा स्वेनैव अनुमितेः ज्ञानं लब्धुं स्वार्थं स्वयम् इत्युक्ते एकः अनुमाता अस्ति सः वा सा स्वयम् अनुमाता अनुमित्री वा सः स्वयं स्वस्य अनुभवेन किं किं किं ज्ञानं तस्मिन् वा तस्याम् उत्पद्यते तस्य वर्णनम् अत्र क्रियते अनुमात्रा तेन अस्तु अस्तु अग्रे तथा हि स्वयमेव भूयो दर्शनेन यत्र धूम तत्र अग्निरिति महानासादौ व्याप्तिं गृहीत्वा अस्तु यः कोऽपि पुनः पुनः महानसे पश्यति यत्र धूमः तत्र अग्निः तत्र महानसे सर्वदा अग्निः अस्ति तत्र धूमः अपि अस्ति पुनः पुनः दर्शनेन तस्य मनसि सः व्याप्ति गृह्णाति इत्युक्ते व्याप्ति इत्युक्ते अत्र यत्र यत्र धूमः तत्र तत्र अग्निः इति व्याप्ति ज्ञानं सः गृहीत्वा यदि सः पर्वतसमीपं गतः यदि सः पर्वतसमीपं गच्छति तत्र गत्वा सः यदि सः अग्निः च अग्नौ सन्धिहानः अग्नौ सन्धिहानः इत्युक्ते सन्धिहानः किं तद्गते इत्युक्ते किं तद्गते तत्र गते तत्र पर्वते गते खलु सतिसप्तमी पर्वते गते सः सप्तमी तत्र अग्नौ सन्धिहानः इत्युक्ते संशयमानः तया संशयः शानस् प्रत्ययः किं किं दातु दिह् दिह् इति दातु स प्रत्ययः संशयः अस्ति धूमं दृष्ट्वा ओहो अत्र किं वह्नि अस्ति वा इति तादृशमपि अस्तु तस्य संशयः अस्ति किन्तु पर्वते धूमः पश्यति धूमः पश्यति व्याप्ति ज्ञानं स्मरति यत्र धूमः अस्ति तत्र अग्निः इति तदनन्तरं वह्निव्याप्य धूमवान् अयं पर्वतः इति ज्ञानम् उत्पद्यते सः पर्वतं गत्वा व्याप्तिज्ञानं स्मरति यदा सः धूमः पश्यति तत्र यदा व्याप्तिज्ञानं पुनः स्मरति तदानीं वह्निव्याप्य धूमवान् अयं पर्वतः इति ज्ञानं तस्मिन् उत्पद्यते अयमेव लिङ्गपरामर्शः इत्युच्यते इत्युच्यते अस्तु अत्र लिङ्गम् इत्युक्ते सिम्बल् खलु सिम्बालिक् अत्र अत्र हेतु इति अपि अर्थं भवति इति वर्गे उक्तं सिम्बल् इति सत्यं तदपि अस्ति वर्गे हेतुपरामर्शः इति उक्तम् अस्तु परामर्शः इति पूर्वम् अहं परामर्शः इति व्यापारमिति दृष्टवन्तः अधुना अत्र परामर्शः लिङ्गमपि इति उच्यते इत्युक्ते अनुमितेः लिङ्गं परामर्शः अत्र किमस्ति, नव्यनैयायिकाः ते वदन्ति परामर्शः व्यापारः व्याप्तिः करणम् इति. एतत् एतत् एषः परिच्छेदः. प्राचीननैयायिका नैयायिकाः ते किं वदन्ति तत्र पुनः तेषां मतम् अत्र उक्तम्. अस्तु, एषः परिच्छेदः प्राचीननैयायिकानां मतम्. अस्तु, ते एवं वदन्ति लिङ्गपरामर्शः कः परामर्शः, पूर्वस्मिन् वाक्ये किम् आसीत्, वस्मिन् व्याप्य धूमवान् अयं पर्वतः इति ज्ञानं, स एव परामर्शः. तस्मात् पर्वतः वह्निमान् इति ज्ञानम् इति उत्पद्यते. अन्तिमज्ञानं तु स्वयं समानमेव, पर्वतः वह्निमान् इति ज्ञानं, किन्तु मध्ये परामर्शः यत् अस्ति तत् लिङ्गम् इति प्राचीननायकः उच्यन्ते, नवीननायकः व्यापारः इति उच्यन्ते. अत्र हेतुः यः अस्ति, हेतोः दर्शनं त्रिवारं भवति खलु. प्रथमं महानसादौ, द्वितीयं पर्वते, सर्वप्रथमं प्रथमं वारं यत्र यत्र तयोः किं सहचर्यं पश्यति यस्मात् व्याप्तिज्ञानं भवति खलु, तत् प्रथमं प्रथमवारं. द्वितीयं पर्वते, इदानीं पर्वते पश्यति, इदानीं धूमे पश्यामि पश्यति. तृतीयवारम् अस्ति व्याप्तिस्मरणे, इदानीं धूमं दृष्ट्वा ओहो पूर्वं मया दृष्टं यत्र धूमः तत्र अग्निः इति पूर्वं व्याप्तिस्मरणं भवति खलु, व्याप्तिस्मरणं. तत् तृतीयवारं हेतोः ज्ञाने अनुभवः, ज्ञानानुभवः. मम ज्ञाने त्रिवारं हेतोः ज्ञानम् आगच्छति मम आत्मनि. यः पश्यति तस्य मनसि त्रिवारम् आगच्छति. प्रथमं महानसादौ, त्रिवारं वा कतिवारम् अपि भवतु, अनन्तरम् इदानीं पर्वते, इदानीं व्याप्तिस्मरणे, तस्मात् अनुमिति ज्ञानम् उत्पद्यते. एतत् सर्वम् एकस्य अनुभवः, स्वस्य अनुभवः एकस्य अनुमात्रा, यः अनुमाता अस्ति तस्य वा तस्या वा अनुभव, तदर्थं स्वार्थम् इति उक्तम्. अन्यत् किं सरला भगिनी तद् वा स्वशब्दैः वदति वा पुनः एकवारम्. अनुमानं द्विविधम्, अनु अस्ति पश्चात् मा इति जायते ज्ञानं, पश्चात् जायते ज्ञानम् इति भवति अनुमा वा अनुमिति. तस्य असाधारणकारणं भवति अनुमानम् इति अस्ति अनुमानं. तस्य द्वे प्रकारे स्तः, एकम् अस्ति स्वार्थ, अन्यम् अस्ति परार्थ अनुमानं. स्वार्थ तस्य परिभाषा भवति तत् स्वार्थ स्वानुमिति हेतु, यत् स्वयं ज्ञानम् अनुमिति ज्ञानं प्राप्यते तस्य कारणम् इति भवति स्वार्थ अनुमानम्. एतत् सर्वं प्राचीनानां मतम् आदाय दत्तमस्ति अत्र. तथा हि स्वयमेव भूयो दर्शनेन यत्र धूमा तत्र अग्निः इति अत्र स्वयमेव यः कोऽपि भवेत् सः प्रथमं महानसे अग्निः अपि भूमद्वयोः व्याप्तिज्ञानं तस्य मनसि तिष्ठति. तदनन्तरं भूयो दर्शनेन वारं वारं वा पुनः पुनः अग्निः धूम तयोः सम्बन्ध दृष्ट्वा तस्य मनसि इति व्याप्तिज्ञानं तिष्ठति. तत् ज्ञानं मनसि दृष्ट्वा यदि पर्वतसमीपं गतः तत्र गते चाग्नौ सन्ध्यानं तत्र यदि पर्वतं अग्निः पर्वते यदि धूम पश्यति तत्र तस्य मनसि प्रथमं संशयात्मक ज्ञानम् आगच्छति अग्निः अस्ति वा न इति अग्नौ सन्धिहानं भवति. किन्तु व्याप्तिस्मृति यत्र धूम तत्र अग्नि इति तदनन्तरं तृतीयवारं तस्य मनसि इदानीं व्याप्तिस्मृतिज्ञानम् आगच्छति यत्र धूम तत्र अग्नि इति व्याप्तिज्ञानं तस्य मनस् आगत्य वह्नि व्याप्य धूमवानम् अयं पर्वत उत्पद्यते. तदनन्तरं तस्य परामर्शज्ञानं तत् आगच्छति यत् धूम पश्यति तत् वह्निव्याप्य अस्ति अयं पर्वते तस्य पक्षधर्मता अयं पर्वते अयं पर्वत व्याप्या धूमव्याप्य अस्ति इति परामर्शज्ञानम् आगच्छति. अयमेव परामर्शज्ञानम् अयमेव अयमिति परामर्शः इति पुल्लिङ्गपदमस्ति त्वयमेव परामर्शज्ञानं लिङ्गपरामर्श इति उच्यते. लिङ्ग इति अस्य हेतोः सो परामर्शहेतोः इति कीदृशपरामर्श हेतु तस्य परामर्शस्य पराय इति लिङ्गपरामर्श उच्यते. महोदय श्रूयते न मध्ये किं पुनः पुनः आगच्छति इन्पुट् जनवाल् अहं न जानामि किं एतत् आगच्छति युवर् इन्पुट् इन्वेलिड् तस्मात् पर्वतः वह्निमान् तदनन्तरं यदि परामर्श जातं तस्य हेतोः इति परामर्शज्ञान एव हेतुः अस्ति तस्य तस्मात् पर्वतः इति ज्ञानस्य कारणमिति वह्निमान् अयं पर्वत इति अनुमानम् आगच्छति इति ज्ञानम् अनुमितेः उत्पद्यते. सो परामर्श ज्ञानं भवति हेतु तस्य अनुमानम् इति कारणम् आगच्छति अयं पर्वत अनुमानम् आगच्छति अयं पर्वत वह्निमान् इति ज्ञानम् उत्पद्यते. स्वार्थ अनुमान तदेत तस्मात् इट् मीन्स् परामर्श ज्ञानात् उत्पन्नं ज्ञानं तस्य कारणम् इति स्वार्थ अनुमानम् इति स्वयं तस्य अनुमानस्य निरूपणं तस्य स्वयं करोति तस्य स्वार्थ अनुमानम् इति भवति. अत्र पर्वतः वह्निमान् इति ज्ञानम् अनुमानम् इति न इति ज्ञानम् अनुमितिः खलु अनुमानकारणं परामर्शज्ञानम् इति अनुमानं वह्निमान् पर्वते अनुमिति अनुमासि अस्ति. अस्तु सत्यम् अपि च यत् सरला भगिन्या उक्तं तद् एतत् अन्तिमवाक्यमस्ति खलु तद् एतत् किमर्थं तद् एतत् द्विवारम् उक्तं तद् प्रथम तद् इत्युक्ते तस्मात् कस्मात् कार्यकारणभावः इति अस्मात् परामर्शः इति कारणात् कार्यं किं पर्वतः वह्निमान् इति कार्यम् इति ज्ञानम् इति कारणकार्यभावनस्य दर्शनार्थं तस्मात् एतत् स्वार्थ अनुमानम् इति उक्तं येन मार्गेण अनुमितिः ज्ञानम् उत्पद्ये सः मार्गः सः माध्यमं किमपि अनुमानं करणम् अनुमानं मेथड् इति प्रमाणम् इति अस्ति. तावदेव वर्गे कृतं प्रश्नः अस्ति वा प्रश्नमस्ति वा अस्तु तर्हि स्थगयामः. सर्वेषां किं नूतनवर्षस्य शुभाशयाः. धन्यवादः महोदय. अग्रिमवर्षे मिलामः. धन्यवादः महोदय. धन्यवादः. नमस्कारः. शुभरात्रिः. शुभरात्रिः.